विद्यानाम ऐ पवाली ओके सरस्वती नमस्तुभ्यं वरदे कामरूपिणी विद्यारम्भं करिष्यामि सिद्धे भवतु मे सदा गुरुब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुसाक्षात् परब्रह्म तस्मै श्रीगुरवे नमः धन्यवादः महोदय धन्यवादः सर्वेभ्यो नमः सर्वेषां स्वागतम् अस्मिन् वर्गे अस्माकं प्रवर्तमानविषयः अस्ति तत्र संख्या इति तस्मिन् विषये वयं बहु किमपि अधीतवन्तः इदानीं तत्र अग्रे सरामः किन्तु तत्र एकः एव तत्र अभ्यासः करणीयः अस्ति इति मन्ये शोभा भगिनी नमस्कारः नमस्ते महोदय नमस्कारः भगिनी नमस्कारः अस्तु तत्र पुटसङ्ख्या अस्ति तत्र 68 तत्र भगवद्गीतायाः श्लोकाः सन्ति तान् श्लोकान् पठित्वा तत्र अग्रे गन्तुं शक्नुमः तत्र वेदा भगिनी एकं हास्य तत्र विनोदकणिकं प्रेषितवती किन्तु सा न अत्र नास्ति अतः सा एव वदतु इति चिन्तयामि यदि यदा सा आगच्छति किन्तु तत्र अन्यः विनोदकणिकम् अस्ति तत्र शोभाभगिनी अपि गीताञ्जलिभगिनी श्रुतवन्तः किन्तु पुनः एकवारं वदामि हा अस्तु हा नरेश् मोदी अपि श्रुतवान् इति मन्ये नरेश् मोदी श्रुतवान् वा न महोदय अहं न अस्तु अस्तु अस्तु अस्तु अतः वदामि तत्र कोऽपि वृद्धः अस्ति सः अध्यापकं प्रति गत्वा तत्र पृच्छति मां संस्कृतं पाठयतु इति अध्यापकः पृच्छति किम् अस्मिन् सन्दर्भे तत्र भवान् वृद्धः अस्ति इदानीं तत्र संस्कृतेन कः लाभः इति अतः वृद्धः उक्तवान् यदि अहं तत्र मरणानन्तरं स्वर्गं गच्छामि तत्र देवैः सह सम्भाषणं कर्तुं शक्नोमि यदि अहम् इदानीमेव संस्कृतं किञ्चित् जानामि अध्यापकः वदति अस्तु सम्यक् एव अस्ति चिन्तनं किन्तु तत् चिन्तित्वा किञ्चित् चिन्तयित्वा सः वदति यदि तत्र स्वर्गं न गच्छति किन्तु तत्र नरकं गच्छति चेत् किं तत्र वृद्धः वदति ओ भोः किमपि तत्र चिन्ता मास्तु अहं तु आङ्ग्लभाषां जानामि इति अस्तु महोदय अत्र वसामि अत्र आङ्ग्लभाषा इति एव अस्ति सत्यं भगिनि किन्तु केवलं हास्यार्थं तावदेव तदेव वदामि अस्तु तर्हि तत्र अग्रे सरामः तर्हि तत्र भगवद्गीतायाः श्लोकाः सन्ति तान् श्लोकान् एकवारं पठित्वा तत्र परिशील्य अग्रे सरामः तत्र अग्रिमविषयः भवति तत्र पूर्णप्रत्ययान्ताः इति अस्तु अतः तत्र एकवारं भगवद्गीतायाः श्लोकान् पठामः तत्र उषा भगिनी आरम्भं करोति वा प्रथमश्लोकः आं महोदय एतेषु गीताश्लोकेषु सङ्ख्यावाचकशब्दानां प्रयोगं परिशीलयत् यत् साङ्ख्यैः प्राप्यते स्थानं तद् योगैरपि गम्यते एकं साङ्ख्यं च योगं च यः पश्यति स पश्यति अत्र एकम् अस्ति महोदय इदानीं तत्र यथा तत्र सुभाषिते सुभाषितानि पठितवन्तः खलु गतवर्गे तत्रापि प्रथमसुभाषिते तत्र किम् एका इति इति अतः अत्रापि श्लोकेषु अपि तत्र एकः कुत्र आगच्छति इति अत्र एकं साङ्ख्यं हा इति अस्ति अस्तु हा किम् अस्ति परन्तु श्लोके तु एक एव तत्र एक एव अत्र एकम् इति पूर्णप्रत्ययम् अस्तु अस्तु हा न एकं पूर्ण इति किमपि नास्ति पूर्ण इति इदानीं मास्तु एकमेव हा इदानीं तत्र प्रथम वाक्यं दृष्ट्वा तत्र किं किम् अवगच्छति इति वदतु भगिनि. तत्र क्रियापदं किम् अस्ति? यत् साङ्ख्यैः तृतीयविभक्ति प्राप्यते प्र उपसर्वपूर्वकम् आप् धातुः आप्नोति इति. स्थानं लिङन्तपदं प्राप्यते स्थानं. यत् साङ्ख्यैः प्राप्यते स्थानं तद् तद्योरैपि तद् योगैः अपि गम्यते गम्यते. हा तत् तत्र इदानीं तत्र क्रियापदम् अस्ति वा अस्मिन् वाक्ये? गम्यते अपि अस्ति, प्राप्यते अपि अस्ति. अतः तत्र तत्र क्रियापदद्वयमस्ति. समीचीनम्. अपि तत्र यत् साङ्ख्यैः प्राप्यते अपि गम्यते. तत्र गम्यते इति रूपं जानाति वा? तत्र गम्यते इति कीदृशं गम् दातु गम्यते विधिलिङ्गस्ति वा महोदय? हा अस्तु भगिनि, तत्र शोभा भगिनी अथवा गीताञ्जलि भगिनी वदति वा? आत्मने न आत्मनेपदे न कर्मणि प्रयोगः. हा कर्मणि प्रयोगः. गम् धातोः यकार यक् इति प्रत्ययः गम् योगः या इति कृत्वा योगहस्ते गम्यते इति भवति. गम्यते इति समीचीनं. हा अग्रे एतत् हा एतं विषयम् अग्रे पश्यामः, किन्तु समीचीनम्. अतः तत्र कर्मणि प्रयोगः इति वदामः. तत्र योगैः अपि गम्यते. तत्र योगैः अपि गम्यते नाम योगा तत्र योग तत्र योगैः हा योगैः अपि गम्यते. तत्र कर्मणि प्रयोगः अस्ति. तत्र साङ्ख्यैः तत्र पुनः तत्रापि तत्र प्राप्यते. तत्र आप्नोति आप् धातुः यकारः, ते आप्यते तदपि कर्मणि. हा प्रा उपसर्गः प्राप्यते इति. अतः तत्र तत्रापि तत्र कर्मणि प्रयोगः एव. तत्र यत् स्थानं साङ्ख्या तत्र साङ्ख्यैः इति तृतीया विभक्तिः अस्ति. तत्र सङ्ख्या इति तत्र साङ्ख्यम् इति तु तत्र किं तत्र सङ्ख्या इति सङ्ख्या इति तु तत्र यत् गणिते आगच्छति तत् सङ्ख्या अस्ति. किन्तु अत्र साङ्ख्यैः इति युक्ते साङ्ख्यैः नद्यैः महोदय हा दर्शनम् अस्ति अत्र. अत्र गणितम् इति नास्ति. ये जनाः तत्र साङ्ख्यं तत्र न्यायं मीमांसं साङ्ख्यम् इति तत्र दर्शनं तत्र षड् दर्शनाः सन्ति. हा तादृशम् एकं दर्शनम् अस्ति तत्र साङ्ख्यम् इति. ये जनाः साङ्ख्यदर्शनम् अनुसरन्ति ते यत् स्थानं प्राप्नुवन्ति तदेव स्थानं योगैरपि योग यत् ये जनाः योगम् अनुसरन्ति ते अपि तदेव स्थानं प्राप्नुवन्ति. तत्रैव तत्र प्राप्नुवन्ति इति तत्र वयं जानीमः खलु तत्र अर्थद्वयम् अस्ति. तत्र प्राप्नुवन्ति प्राप्नोति इति क्रियापदस्य. वंशी भगिनी वंशीसुधा भगिनी नमस्कारः. वेदा भगिनी नमस्कारः. तत्र नमस्कारः भगिनी. नमस्कारः. कालं शृणोमि तदनन्तरं वदामि. अस्तु अस्तु भगिनी, चिन्ता मास्तु. अस्तु हा अस्तु. तत्र प्रिया भगिनी तत्र जानाति वा तत्र प्राप्नोति इति क्रियापदस्य अर्थद्वयम्? अर्थद्वयं न जानामि. न नाम तत्र सन्दर्भ अनुसारं तत्र प्राप्नोति इति तत्र मम पार्श्वे पुस्तकं नास्ति. इदानीम् अस्तु इदानीं पुस्तकं प्राप्तवान् इति एकः अर्थः. अन्यः अर्थः तत्र इतः तत्र इतः हा तत्र यदि तत्र अहं भारतदेशं गच्छामि इदानीं तदनन्तरम् अहं वदामि अहं भारतदेशं प्राप्तवान्. हा तादृशं तत्र प्राप्यते नाम प्राप्नुवन्तः इत्युक्ते तत्र तत्र गतवन्तः. अस्मिन् श्लोके तत्र साङ्ख्यदर्शनं ये अनुसरन्ति ते यत् स्थानं प्राप्नुवन्ति तदेव स्थानं तत्र ये जनाः योगम् अनुसरन्ति ते अपि प्राप्नुवन्ति इति प्रथमभागस्य. अस्तु तदनन्तरं तत्र द्वितीयभागं तत्र गीताञ्जलि भगिनी द्वितीयभागं वदति वा? तत्र एकं साङ्ख्यं च योगं च यः पश्यति स पश्यति. इत्युक्ते तत्र क्रियापदम् अस्ति वा अस्मिन् वाक्ये? पश्यति पश्यति इति अस्ति, अपि तत्र वाक्यस्य रूपं कीदृशं? तत्र यः सः इति खलु, इदानीम् अतः तत्र यः पश्यति सः पश्यति इति लघुवाक्यं। यः एकं साङ्ख्यं पश्यति सः योगं पश्यति, अपि च यः योगं पश्यति सः साङ्ख्यं पश्यति। अर्थः प्रायशः तादृशः अस्ति, किन्तु तत्र यदि अन्वयक्रमः अनुसरामः तत्र यः पश्यति मध्ये तत्र किं पश्यति इति अस्ति खलु, तत्र कर्मपदम् अस्ति खलु यः पश्यति, अतः तत्र सः यः पश्यति, यः किं पश्यति, यः यः एकं साङ्ख्यम् इत्युक्ते तत्र च च इति अस्ति अपि, अतः तत्र समूहः भवेत् खलु। आं महोदय, यः एकं साङ्ख्यं पश्यति सः योगं पश्यति इति, किन्तु तत्र च कुत्र आगच्छति, च अपि द्विवारम् अस्ति खलु। अस्तु अस्तु, इत्युक्ते साङ्ख्यं च साङ्ख्यं योगं च पश्यति सः एकं, तत्र तत्र किमस्ति, तत्र प्रायशः श्लोक तत्र किमस्ति इत्युक्ते तत्र यः पश्यति, यः यः साङ्ख्यं च योगं च एकम् इति पश्यति, इति पश्यति सः सम्यक्तया पश्यति, सः एव पश्यति, अन्यः न पश्यति, नाम यः सम्यक्तया पश्यति सः जानाति तत्र साङ्ख्यं वा योगं वा तत्र तयोः मध्ये भेदः नास्ति, यतोहि पूर्वस्मिन् वाक्ये तदेव उक्तं खलु, यत् स्थानं साङ्ख्यैः गम्यते तदेव स्थानं योगैः अपि गम्यते, अतः तत्र साङ्ख्यम् अपि योगं द्वयमिति मा चिन्तयतु, तयोः मध्ये भेदः नास्ति, तत्र एकमेव समानमस्ति न महोदय, समानमिति अर्थः, अतः तत्र यः साङ्ख्यं च योगं च एकम् इति पश्यति सः वस्तुतः सः एव पश्यति, अथवा सः सम्यक् पश्यति, नाम हि प्रापर्लि सीज़ इति। तत्र महोदय च स्थाने वा अस्ति चेत् अपि समानार्थकः भवति, न तत्र एकम् इति तत्र वा इति स्थापयामश्चेत् तत्र केवलं साङ्ख्यं पश्यति अथवा योगं पश्यति सः सम्यक्तया पश्यति इति भवति, किन्तु यः जानाति तत्र साङ्ख्यं वा योगं वा द्वयमस्ति किन्तु तत्र भेदः नास्ति, अतः साङ्ख्यं च योगं च एकम् इति पश्यति सः पश्यति, एकम् अस्ति चेत् एव यदि किमपि एकं पश्यति इत्युक्ते वा अपि तत्र भवितुं न भगिनि, तत्र तत्र यदि वा स्थापयामः, इफ् हि सीस् वन् आफ् दोस् टु देन् हि रियलि सीस् इति अर्थः, बट् अत्र अर्थः कः, इफ् हि सीस् दट् बोत् आफ् देम् आर् द सेम् इति अर्थः, तत्र वा इति न स्थापयितुं शक्नुमः। ओ अस्तु अस्तु, वा न यदि वा अस्ति चेत् तत्र सः एकं पश्यति, द्वयं न, अत्र तयोः मध्ये एकं पश्यति इति विषयः नास्ति, द्वयमपि पश्यति द्वयमपि एकमेव इति जानाति, अत्र तत्र कुम्भः घटः इति अस्ति, कुम्भः घटः इति तत्र पदद्वयमस्ति वा, कुम्भः घटः, तत्र कुम्भः इत्युक्ते किम्, कुम्भः इत्युक्ते पाट्, घटः इत्युक्ते समानार्थकः, इदानीं भवती द्वयमपि जानाति अपि द्वयमपि समानार्थकम् इति जानाति, केवलं तत्र घटं घटः घटम् इत्युक्ते किं, घटः इत्युक्ते किम् इति ज्ञातवती चेत्, किन्तु कुम्भः इति युक्ते किम् इति न ज्ञातवती, तत्र भा इति भवति, समीचीनं वा? अस्तु वेदभगिनी तत्र इदानीम् अग्रिमश्लोकं गन्तुं शक्नुमः किन्तु वेदभगिनी तत्र भवती तत्र पूर्वं प्रेषितवती तत्र इड्ली विषये तत्र एकवारं पठति वा भगिनी भवत्याः पार्श्वे अस्ति अस्ति वा अथवा तत्र चाट् मध्ये अहं स्थापयामि वा कुतः पठन्ति स्म महोदय भवन्तः तत्र पेज् 68 अस्ति भगिनि अस्तु अस्तु पश्यामि महोदय चाट् मध्ये प्रेषयतु अस्तु भगिनि हा इदानीम् एकनिमिषः हा एकनिमिष तत् न प्रेषितम् इति आगतम् एकनिमिषः पुनः प्रेषयामि न न अस्ति अस्ति अस्ति अत्र एव अस्ति भगिनि एकनिमिषः तत्र अस्ति वा मम पार्श्वे अस्ति अस्ति महोदय अस्तु अस्तु अस्तु अस्तु अहं भागं कृत्वा प्रेषयामि तत्र इदानीं चाट् मध्ये एव अस्ति इड्लीं तप्तोदकबाष्पभाण्डजनितां प्रातः अशन उत्तमां चटनी साम्भारसहितसुशोभितां खाद्यमधुरां मेदुवडासहितसुसेवितविभवां क्षुधा तुष्यप्रदां ब्रह्मानन्दकरामस्वास्थ्यप्रदां कुटुम्बपुष्टिवर्धिनीमीव वर्धिनीं त्वां मन्ये बहुजनप्रियतां तद् इड्लीं प्रणम्यताम् चाट् मध्ये प्रेषितमस्ति इड्ली विषये तत्र ओल्ड् टु इड्ली इति चिन्तयन्तु इड्ली तत्र बाष्पभाण्डजनिता बाष्पभाण्ड इत्युक्ते किं वदामि बाष्पभाण्ड इस् तत्र जने तत्र जनाः अवगच्छन्ति इति मन्ये ते तत्र चाट् मध्ये अस्ति अपि तत्र अहं पुनः प्रेषयामि किन्तु एकवारं भवती पठति चेत् सम्यक् अस्ति इति कृत्वा अहं धन्यवादः भगिनी धन्यवादः महोदय ओल्ड् टु इड्ली इति अस्तु तत्र किड्स् प्रसिद्धः अस्ति खलु ओल्ड् टु अग्रेशियन् अर्न् इति अस्ति किड्स् तत्र सर्वे जनाः पठन्ति किन्तु इदानीं तत्र ओल्ड् टु इड्ली अपि अस्ति अस्तु अग्रे द्वितीयश्लोकः पठामः श्रीप्रिया भगिनी नमस्कारः नमस्ते महोदय नमस्कारः चिन्ता मास्तु भगिनि पुटसङ्ख्या अस्ति 68 अस्तु नरेश् महोदय द्वितीयश्लोकं पठति वा इदानीम् आं महोदय द्वौ भूतसर्गौ लोकेऽस्मिन् देव अस्मिन् दैव आसुर एव च दैवो विस्तरशः प्रोक्त आसुरं पार्थ मे शृणु द्वौ भूतसर्गौ लोकेऽस्मिन् दैव आसुर एव च तत्र स्तः इति अथवा तत्र द्वौ स्तः द्वौ किं द्वौ स्तः भूतसर्गौ भूतसर्गौ नाम द्वैविध्यं तत्र द्विविधा अस्ति तत्र भूतसर्गः इत्युक्ते तत्र जनाः इति चिन्तयन्तु अथवा जीवाः इति चिन्तयन्तु तत्र कुत्र अस्मिन् लोके अस्मिन् भुवि तत्र भुवि नाम तत्र स्वर्गः नरकः सर्वं तत्र अन्तर्भूतः एव तत्र लोके अस्मिन् तत्र द्वैविध्यम् अस्ति तत्र द्वौ इति द्विवचने अस्ति तत्र एकमस्ति आसुर एव आसुर इति एकः किन्तु तस्मात् प्र किमस्ति दैव इति अन्यत् अतः दैव इति एकः भूतसर्गः अन्यः अपि अस्ति अन्यः अस्ति आसुरभूतसर्गः नाम देव तत्र देवभावः युक्तजनाः इति अपि तत्र आसुरभावयुक्तजनाः इति दैव आसुर तत्र देव इति सम्बन्धः अस्ति इति कृत्वा दैव असुर इति सम्बन्धम् अस्ति इति कृत्वा आसुर इति एव च इति अस्तु अग्रे तत्र शोभा भगिनी अग्रिमभागं पठित्वा वदति वा भगिनी तत्र आं महोदय तत्र दैवो दैवो विस्तरशः प्रोक्ता इति आसुरं पार्थ मे शृणु तत्र पूर्वमुक्तं द्वौ भूतसर्गौ मूलप्रकृतिः अस्ति स्तः लोके दैवी अपि आसुरी इति तत्र दैवी प्रकृत्याः विषये विस्तरशः विस्तारेण प्रोक्तम् अस्ति अधुना त्वम् आसुरी प्रवृत्त्याः विषये तत्र मे शृणु इत्युक्ते मे इत्युक्ते चतुर्थी अथवा षष्ठी भवति महोदय तत्र मे इत्युक्ते तत्र मम तत्र वचनं शृणु इति तत्र अर्थः वचनम् इति नास्ति मम शृणु मम वचनं शृणु नो चेत् तत्र मे इति चतुर्थी न भवति सत्यं भगिनि मम वचनं शृणु कस्मिन् विषये तत्र आसुरम् इति विषये मम वचनं शृणु पाहे पार्थ इति अपि प्रोक्तः इति तत्र प्रोक्तः इति तत्र दैवो विस्तरशः प्रोक्तः आसुरं पार्थ मे शृणु तत्र प्रोक्तः इति तत्र तस्मिन् विषये उक्तः इति तत्र किन्तु कः प्रोक्तः तत्र भगवान् एव प्रोक्तः सः उक्तवान् इति आम् महोदय तत्र विस्तरशः प्रोक्तः इति भवति वा प्रोक्तः इति उक्तम् इति अर्थे तत्र विस्तरशः इति पुंलिङ्गे अस्ति इति कृत्वा विशेषविशेषणं भवति वा दैवोः ओ अस्तु क्षम्यतां क्षम्यतां हा हा तत्र अहं प्रोक्तः प्रोक्तवान् इति चिन्तितवान् तत्र अस्तु इदानीं तत् प्रोक्तम् अस्ति विस्तारेण किन्तु आसुरी प्रवृत्त्याः विषये अधुना अहं वदामि इति मम अवगमनम् अस्ति तत्र महोदय अस्तु भगिनि तत्र दैवः प्रोक्तः सत्यं तत्र दैवो इति तत्र तु पुनः दैवः एव अस्ति दैवः विस्तरशः प्रोक्तः सत्यं भगिनि दैवः दैवः प्रोक्तः दैवः प्रोक्तः सत्यं भगिनि तत्र भगवान् प्रोक्तः न किन्तु दैवः प्रोक्तः नाम दैवः इति विषये पूर्वमेव उक्तम् सत्यं भगिनि देवः न दैवः दैवः तत्र देवसम्बद्धः विषयः दैवः तत्र षष्ठी नास्ति तर्हि विशेषणम् अस्ति न दैवः तत्र सम्बन्धः अस्ति इति तत्र दैव तत्र तत्र देवः विषये तत्र किमपि सम्बन्धः अस्ति किन्तु तत्र षष्ठी इति साधारणतया एव तदेव भवति इति नास्ति अतः दैवः इति विषये विस्तरशः प्रोक्तः विस्तरशः इति तु तत्र तत् क्रियाविशेषणं प्रोक्तः इति विस्तरशः प्रोक्तः किं प्रोक्तः दैवः इति विषयः प्रोक्तः पूर्वमेव उक्तं आसुरमिति विषये इदानीं मम वचनं शृणु इति समीचीनं भगिनि अस्तु वदतु भगिनि विस्तरशः इत्युक्ते किं विस्तरेण शुभद भगिनि नमस्कारः विस्तरेण इति तत्र तस्मिन् विषये बहु किमपि अहम् उक्तवान् एक्स्टेन्सिव्लि इति विस्तृ धातुः विस्तरेण विस्तरशः तत्र पङ्क्तिशः इति तादृशप्रयोगः विस्तरशः तत्र विस्तरेण प्रोक्तः इति अस्तु अग्रे तत्र हा श्रीप्रिया भगिनी अग्रे पठति वा तृतीयश्लोकः त्रिभिः गुणमयैः भावैः अभिः भावैः एभिः सर्वमिदं जगत् मोहितम् ओ गीताश्लोकानि सन्ति वा एतत् सर्वं भगवद्गीताश्लोकमेव अस्ति भगिनि मोहितं नाभिजानाति मामेभ्य परमव्ययम् तत्र द्वितीयवाक्यं करोतु भगिनि तत्र तत्र किम् अस्ति मोहितं न अभिजानाति तदेव मामेभ्य परमव्ययम् तत्र क्रियापदं किम् अस्ति अभिजानाति इति अस्ति अभिजानाति अपि न अभिजानाति तत्र न अभिजानाति हा तत्र किं मां तदनन्तरं मां मां एभ्यः हा तत्र मां एभ्यः तदनन्तरं परम् अव्ययं मोहितं न अव्ययं परम् अव्ययं तत्र हा तत्र परम् इति अस्ति अतः तत्र परम् अस्ति चेत् तत्र उपपदविभक्तिः भवति वा परम् अस्ति चेत् पूर्वं परं तादृशं पञ्चमी पञ्चमी हा तत्र एभ्यः इति अतः विभक्ति का तत्र पञ्चमी विभक्ति पञ्चमी हा अतः तत्र मां तत्र मोहितं तत्र न अभिजानाति माम् एभ्यः परम् अव्ययम् इति तत्र सः न जानाति तत्र भगवान् किं कीदृशम् अस्ति इति तत्र न जानाति नाम भगवान् तु परम् अव्ययम् अस्ति अपि तत्र यत् प्रथमभागे आसीत् तत्र तेभ्यः परम् अस्ति भगवान् इति तत्र परम् अस्ति चेत् तस्मात् पूर्वम् इति अस्ति खलु तत्र परम् इति तत्र हा तस्य उपरि इति अर्थः अपि तत्र बियोण्ड् इति अर्थे अपि अस्ति किन्तु तत्र एभ्यः इति पञ्चमी अस्ति हा तत्र यः तत्र माम् एभ्यः परम् अव्ययं तत्र तत्र प्रायशः तत्र अर्थद्वयं कर्तुं शक्नुमः खलु तत्र तत्र न अभिजानाति इति तत्र न जान अभिजानाति तत्र मोहितं नास्ति इति अथवा तत्र न अभिजानाति तत्र किं कुर्मः अन्य कोऽपि वक्तुम् इच्छति वा तत्र शुभदा भगिनि न न भगिनि तत्र जगत् इति तत्र न न जगत् इति प्रायशः नास्ति भगिनि तत्र तेन जगता मोहितम् इति चिन्तयामि तत्र कस्मिन् विषये तत्र अर्थः कः इति वदति वा भगिनि वंशीसुध भगिनि त्रिभिर्गुण त्रिगुणः अस्ति महोदय त्रिभिर्गुणमयै भावै एभ्यः अभि त्रिभिर्गुणमयैर्भावैः अभि एभिः क्षम्यता एभिः सर्वमिदं जगत् जगत् सर्वं त्रिभि त्रिगुणाः भवति महोदय तत्र तु मोहितं नाभिजानाति यः मोहितः अस्ति गुणैः मोहितः अस्ति सः तु न जानाति मामेभ्यः परम् अव्ययम् अहं तु अव्ययरूपेण अस्ति माम् एभ्यः इति तु पञ्चमी विभक्तौ अस्ति तत्र परम् इति अस्ति महोदय तस्मात् परम् अहम् अव्ययरूपे अस्मि सः यः मनुष्यः गुणैः मोहितः अभवत् सः तु न माम् न जानाति इति अस्मिन् श्लोकस्य अर्थम् समीचीनं भगिनि, किन्तु तत्र मोहितम् इति अस्ति, मोहितः इति नास्ति. अतः श्रीप्रिया भगिनी पुनः तत्र जगत् इति संयोज्य वदतु भगिनि तत्र. तत्र मोहितम् इति अस्ति, तत्र मोहितं तत्र पुल्लिङ्गे आसीत् चेत् तत्र यः मोहितः इति भवेत् खलु. किन्तु तत्र मोहितम् इति अस्ति, तत्र तत्र प्रायशः मोहितम् इति कर्तृपदमस्ति खलु, मोहितं न अभिजानाति इति खलु. यतोहि तत्र अभिजानाति माम् इति कर्मपदम्, अभिजानाति क्रियापदं, माम् इति द्वितीयविभक्तिकर्मपदम्. हा अत्र मोहितम् अस्ति, अतः तत्र मोहितं किम् अस्ति अत्र मोहितं महोदय, तत्र जगत् मोहितम् इति. हा जगत् एव मोहितं, हा जगत् मोहितं. द्वयम् अस्ति महोदय, वाक्यद्वयम् अस्ति, सर्वमिदं जगत् त्रिभिः गुणमयैः भावैः एभिः एभिः त्रिभिः गुणमयैः भावैः मोहितम् अस्ति. हा तद् हा तादृशं जगत् यत् मोहितं जगत् अस्ति तद् न मां न जानाति, तत्र मां. हा समीचीनं भगिनि, समीचीनं समीचीनं, हा समीचीनं. तत्र मां परम् अव्ययं, मां परम् अव्ययं मां न अभिजानाति. हा तत्र मम अभिज्ञानं नास्ति जगतः, अभि तत्र जगत् माम् अभि न अभिजानाति. समीचीनम्, अस्तु, तत्र ग्रुप् एफर्ट् आसीत्, समीचीनं, धन्यवादः. हा अस्तु समीचीनम्, अस्तु अग्रे तत्र शुभदा भगिनी अग्रिमम् आरम्भं करोति वा महोदय? वदतु भगिनि, श्रीप्रिया भगिनी वदतु. माम् एभ्यः परमव्ययम् इति अस्ति खलु, मां मोहितं मां न अभिजानाति, मां परमव्ययम् इति भवति. तत्र मोहितं मोहितं जगत् जगत् मोहितं जगत् न अभिजानाति. किं न अभिजानाति? मां परम् अव्ययं, तत्र मां न अभिजानाति. कीदृशं मां? एभ्यः परम् इति एकः, एभ्यः तत्र गुणैः, तत्र त्रिभिः गुणैः तत् सर्वम् अस्ति, तत्र गुणः इति वा, गुणः तत्र, अतः गुणेभ्यः, तत्र गुणेभ्यः परम् अस्मि इति तत्र, हा अस्मि इति तत्र तादृशभगवान् अस्ति इति तत्र मोहितं जगत् न अभिजानाति. हा तत्र एकमस्ति माम् इति एकमस्ति, अव्ययम् इति एकं विशेषणम्, एभ्यः गुणेभ्यः, एभ्यः गुणेभ्यः परम् इति द्वितीयं विशेषणम्. हा सत्यं, हा हा गुण हा गुणेभ्यः, सत्यं भगिनि, हा गुणेभ्यः परं तत्र बियोण्ड् इति. हा समीचीनं वा भगिनि इदानीं? न न न मोहितम् इति एव कर्तृपदं भगिनि. किम् अभिजानाति अथवा कः अभिजानाति? मोहितं न अभिजानाति. तत्र मोहितम् इति कर्तृपदम् अस्ति, अथ कर्तृपदं नपुंसकलिङ्गकर्तृपदम् अस्ति. महोदय तत्र जगत् इति कर्तृपदं भवति, जगदेव, जगदेव कर्तृपदं, सत्यं भगिनि, हा जगत् मोहितं जगत् मोहितं जगत् जगत् न अभिजानाति. अतः तत्र सरलवाक्यम् अस्ति, जगत् मां न अभिजानाति इति. इदानीं तत्र कीदृशं माम्? अव्ययं मां. तदनन्तरं कीदृशं जगत्? तत्र एभिः गुणैः, तत्र त्रिभिः गुणैः गुणमयैः भावैः, तत्र सर्वमिदं जगत् मोहितम् अस्ति, तत्र जगत् मोहितम् अस्ति मोहितं कैः इत्युक्ते तत्र त्रिभिः गुणमयैः भावैः जगत् मोहितम् अस्ति तादृशं जगत् एभ्यः गुणेभ्यः अथवा भावेभ्यः परं मां न अभिजानाति. अस्तु महोदय, किन्तु किमर्थं मोहितम् अस्ति? मोहितं केन? मोहितं भावैः मोहितम् जगत् इति नपुंसकलिङ्गपदम्. अतः मोहितं हा जगत् जगति जगन्ति खलु, तस्य विशेषणम् अतः मोहितम् इति नपुंसकलिङ्गे नपुंसकलिङ्गपदम्. तत्र ताप्रत्यय तस्य नपुंसकलिङ्गे किल महोदय? मोहितं हा सत्यं सत्यं भगिनि हा. तत्र पठितं पुस्तकं इव तत्र मोहितं जगत् मोहितम् अस्ति तत्र विशेषणम् अत्र हा. इदानीं तत्र केन अथवा कैः मोहितम् इत्युक्ते तत्र भावैः त्रिगुणमय भावैः मोहितं तादृशं जगत्. परम् अव्ययम् इत्युक्ते परम् इति एकं भिन्नमस्ति, अव्ययम् इति भिन्नमस्ति. भगवान् अव्ययमस्ति अतः तत्र माम् अव्ययम्, अव्ययं नाम तत्र परिवर्तनं न भवति इति. अन्यत् अस्ति तत्र परं, किन्तु केभ्यः परं? तत्र गुणेभ्यः परम् अथवा भावेभ्यः परम् इति तत्र पञ्चमी. वदतु भगिनि वदतु हा. परम् अत्र तु अन्यत् अस्मि इति अर्थे भवति खलु महोदय? अहं मोहितं जगत् यत् अस्ति तस्मात् परम् अन्यत् अस्मि इति स्वीकरणीयं खलु? हा, किन्तु भगिनि तत्र केवलं जगत् इति आसीत् चेत् तत्र एकवचने इति तत्र एभ्यः इति न भवति, एतस्मात् इति भव अथवा तस्मात् इति रूपं तत्र भवितुम् अर्हति, किन्तु एभ्यः इति अस्ति, बहुवचने अस्ति, अतः केभ्यः इति प्रश्नः. अतः तत्र एभ्यः एतनयोः सम्बन्धः अस्ति. हा, सम्बन्धः सत्यम्. अतः तत्र मोहितम् एभ्यः अहं न मोहितम्. हा, अपि तत्र तस्मात् तेभ्यः परम् इति अहं तेभ्यः हा भावेभ्यः परम् अथवा तत्र गुणैः परं भावैः परम् इति न भावेभ्यः परम् अथवा गुणेभ्यः परम् इति. अत्र अन्यत् इति अर्थे एव भवति खलु महोदय? परं तस्मात् सत्यं सत्यं बियोण्ड् बियोण्ड् इति एव अस्ति भगिनि सत्यं. बियोण्ड् नाम तत्र तद् नास्ति, तद् अन्यत् एव अस्ति इति सत्यं. हा, अत्र अस्मिन् अर्थेपि पञ्चमी विभक्तेः प्रयोगः एव भवति. तदेव तदेव पूर्वं परम् इति एव. हा, ओ तदेव अर्थं स्वीकरणीयं वा महोदय? अत्रापि भगिनि सत्यं. हा, अतः तत्र हा परम् इति अतः तत्र एभ्यः धन् हा तत्र एभ्यः तत्र किं तत्र जगत् तत्र किं तत्र भगवान् अपि तत्र भावः समानम् इति चिन्तयति इति तत्र तयोः मध्ये भेदः न पश्यति इति. अतः परम् इति एकः अर्थः तत्र भिन्नम् अस्ति इति, अपि अन्यः अर्थः तत्र बियोण्ड् इति अपि. अस्तु, तत्र बियोण्ड् नाम तत्र परम् इत्युक्ते तत्र सुप्रीम् इति अपि अर्थः भवति. हा खलु, किमपि अर्थं भवतु पञ्चमी विभक्तेः प्रयोगः एव भवति, तादृशं स्वीकरणीयं. हा, अत्र सत्यम्. अस्तु, समीचीनम्. अस्तु, अग्रे शुभदा भगिनि. एषः श्लोकः प्रसिद्धः. चतुर्विधा भजन्ते माम् जनाः सुकृतिनोऽर्जुन, आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ चतुर्विधा भजन्ति. हा प्रथमवाक्यं स्वीकरोतु. हा वदतु भगिनि. चतुर्विधा भजन्ते मां जनाः सुकृतिनोर्जुन. तत्र क्रियापदं किम् अस्ति अत्र? भजन्ते इति क्रियापदं. भजन्ते इति क्रियापदम्. अतः तत्र बहुवचने भजन्ते. कर्मपदं किम् अस्ति? भजन्ते जनाः. भजन्ते जनाः भजन्ते. हा अपि कर्मपदं मां. हा जनाः मां भजन्ति. इदानीं कीदृशजनाः? सुकृतिनः. सुकृतिनः भजन्ते. तत्र अर्जुन, तत्र सम्बोधनं. हे अर्जुन, हा सुकृतिनः. सुकृतिनः इति तत्र एकवचने किम् अस्ति? सुकृतिन् इति. हा सुकृती प्रायशः. सुकृती प्रातिपदिकं सुकृती इति प्रायशः अस्ति. हा तत्र सुकृतिनः. अपि तत्र अन्यः, तत्र सुकृतिनः जनाः इति तत्र विशेषणं. मां भजन्ते हे अर्जुन. अपि तत्र चतुर्विधाः. चतुर्विधाः सुकृतिनाः. तत्र सुकृतिनः इत्युक्ते तत्र ये जनाः तत्र तत्र पुण्यं प्राप्नुवन्तः, तत्र सज्जनाः इति. सुकृतिनः नाम सज्जनाः इति. तत्र चतुर्विधाः सज्जनाः जनाः मां भजन्ते हे अर्जुन इति. हा अस्तु, इदानीं तत्र धन्यवादः भगिनि. अग्रे तत्र वेदा भगिनी अग्रिमभागं करोति वा? आं महोदय. आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ. भरतर्षभ अर्जुन इस् अड्रेसिङ्ग् अर्जुन. आर्तो आर्तो इत्युक्ते तस्य पीडा. हा यः पीडाम् अनुभवति सः आर्ती. आर्तो जिज्ञासु आर्तः. आर्ती न आर्तः. आर्तः जिज्ञासुः. जिज्ञासु इत्युक्ते ज्ञानं ज्ञातुम् इच्छन्ति. हा समीचीनं भगिनि. यस् यः ज्ञातुम् इच्छति तत्र ज्ञातुम् इच्छा अस्ति जिज्ञासा. जिज्ञासा यस्य यस्य जिज्ञासी जिज्ञासा अस्ति सः जिज्ञासुः. जिज्ञासुः अर्थार्थी. हा इदानीं तत्र आर्तः इति आसीत्. तत्र आर्तः तत्र अकारः दीर्घ अकारः आर्तः. तत्र ये पीडाम् अनुभवन्ति. इदानीं तत्र अर्थार्थी इति. अर्थः नाम अर्थ मीन्स् धनं. धनं हा इदानीम् धनम् अर्ति अर्थार्ति. अर्थ अर्ति नाम यः अर्थम् इच्छति. धनम् इच्छति. हा यः धनम् इच्छति ते ज्ञानी च आत्मज्ञानवान् इत्युक्ते तत्र अर्थार्थी इति तत्र कति विधाः सन्ति? तत्र आर्तः इति एक प्रथमं जिज्ञासुः. रोग रोगपीडिताः रोगादिपीडिताः आर्तः. आर्तः जिज्ञासुः अर्थार्थी ज्ञानी च. ज्ञानी. हा ज्ञानी. ज्ञानी यस्य ज्ञानम् अस्ति सः ज्ञानी. गुणिन् इनि प्रत्ययः गुणि ज्ञानी. ज्ञानं यस्य अथवा यस्मिन् ज्ञानम् अस्ति सः ज्ञानी. ज्ञानी इति. हा तत्र यस्य ज्ञानम् अस्ति सः ज्ञानी. चतुर्विधाः ये जनाः अस्ति. हा तत्र चतुर्विधाः के इति अत्र दत्तम् अस्ति. तत्र आर्ताः. इदानीं तत्र आर्तः इति एकवचने अस्ति. बहुवचने आर्ताः. जिज्ञासुः इति एकवचने अस्ति. तत्र बहुवचने किम् अस्ति? जिज्ञासवः. हा जिज्ञासवः. इदानीम् अर्थार्थी इति अस्ति. तत्र बहुवचने किम् अस्ति? अर्थार्थी नदी नद्यौ नद्यः. न न पुल्लिङ्ग पुल्लिङ्गपदम् अस्ति अर्थार्थी इति. हा हरिहरु हरि. हा न तदपि नास्ति. हरि इति ह्रस्वैकारः. हा अस्तु तत्र इदानीं ललिता भगिनी इदानीं तत्र अर्थार्थी इत्युक्ते तत्र हा पुल्लिङ्गपदं ललिता भगिनी अर्थार्थी इति प्रातिपदिकं किम्? अर्थार्थिन् हा ललिता भगिनी इदानीं बहुवचनं वदतु अर्थार्थी इति हा अर्थार्थिनः इति समीचीनं गुणि गुणिनी गुणि गुणिनौ गुणिनः अर्थार्थिनः अपि अस्ति तत्र महोदय हा विद्यार्थी यः विद्यां इच्छति ज्ञातुं तत्र प्राप्तुम् इच्छति सः विद्यार्थी समीचीनं भगिनि हा विद्यार्थी विद्यार्थिनौ विद्यार्थिनः अर्थार्थी अर्थार्थिनौ अर्थार्थिनः अपि ज्ञानी इति बहुवचनं ज्ञानी ज्ञानिनौ ज्ञानिनः हा समीचीनं भगिनि उत्तमम् अस्तु अस्तु समीचीनम् अस्तु इदानीं तत्र ललिताभगिनी अग्रिमश्लोकः वदामि महोदय पञ्चैतानि महाबाहो कारणानि निबोध मे साङ्ख्ये कृतान्ते प्रोक्तानि सिद्धये सर्वकर्मणाम् पञ्चैतानि महाबाहो कारणानि निबोध मे तत्र क्रियापदम् क्रियापदं किम् अस्ति तत्र निबोध निबोध समीचीनं प्रथमभागं स्वीकुर्मः तत्र निबोध मां निबोध हा मां मे निबोध मे निबोध मां निबोध हा तत्र निबोध मे निबोध नाम नि उपसर्गः अस्ति बोधयति तत्र न न न निबोध इति निबोध इति क्रियापदम् अस्ति पुरुषः कः तत्र प्रथमपुरुषः वा मध्यमपुरुषः वा उत्तम मध्यमपुरुषः अस्ति हा एकवचनं हा हे अर्जुन त्वं त्वं निबोध त्वं निबोध मे निबोध मे इत्युक्ते तत्र मां द्वितीया न न न चतुर्थी इति मन्ये तत्र मां निबोध मे तत्र माम् इति कुत्र हा अत्र मां कुत्र अस्ति मां कुत्र अस्ति मां कुत्र अस्ति अत्र मे एव अस्ति खलु तत्र मे अस्ति परन्तु तस्य अर्थ तत्र मां जानातु इत्युक्ते तत्र मां जानातु इति किन्तु मे निबोध इत्युक्ते तत्र चतुर्थी तत्र अथवा तत्र तत्र मम इति मम वचनं निबोध मम वचनेन निबोध इति निबोधः बुद्धः भवतु इति किल महोदय बुद्धः भव इति मम इति अत्र मम अपि इति प्रायशः भवति श्रीप्रिया भगिनी वदति न भवति चतुर्थी न भवति चतुर्थी न भवति सत्यं सत्यं हा दोषेण उक्तं हा श्रीप्रिया भगिनी तदेव संशयः चतुर्थी न भवति हा चतुर्थी नास्ति चतुर्थी नास्ति क्षम्यतां हा हा हा तत्र प्रायशः मम इति एव षष्टिः एव प्रायशः समीचीनम् अस्ति हा अतः तत्र मम वचनम् इति एव पुनः स्वीकरणीयम् अस्ति इति मन्ये हा तत्र किम् अस्ति तत्र पञ्चे पञ्चैतानि इति तत्र ललिताभगिनी तत्र पञ्चैतानि इति तत्र किमस्ति बहुवचने अस्ति तत्र पदद्वयं तत्र पञ्च एतानि हा एतानि पञ्च एतानि तत्र एतानि इत्युक्ते कानि इति जानाति वा तत्र वाक्ये पञ्च एतानि इत्युक्ते न न तत्र वाक्यं पश्यतु तत्र वाक्ये किम् अस्ति एतानि इत्युक्ते न न पञ्चैतानि महाबाहो कारणानि निबोध मे तत्र एतानि इत्युक्ते किं भवति एतानि जिज्ञासा न तत्सर्वं मास्तु पञ्चैतानि महाबाहो कारणानि निबोध मे इति तत्र त्वं निबोध इति भवती उक्तवती त्वं निबोध त्वम् इति कर्तृपदं निबोध इति क्रियापदं किं निबोध एतानि पञ्च एतानि किन्तु एतानि एतानि निबोध किन्तु एतानि नाम किम् एतानि नाम किं तत्र अत्र अत्र एतानि पुनः एकवारं पठतु तत् प्रथमभागं पञ्चैतानि महाबाहो कारणानि समीचीनं कारणानि निबोध पञ्च एतानि कारणानि निबोध सम्बोधनम् अस्ति महाभोः सम्बोधनं समीचीनं भगिनि हा इदानीं तत्र साङ्ख्ये साङ्ख्ये कृतान्ते प्रोक्तानि सिद्धये सर्वकर्मणां सिद्धये पुनः पुनः प्रोक्तानि नाम कारणानि प्रोक्तानि कारणानि पूर्वमुक्तानि कारणानि तत्र साङ्ख्ये कृतान्ते प्रोक्तानि एतानि कारणानि प्रोक्तानि सन्ति कुत्र कुत्र प्रोक्तानि एतानि कारणानि साङ्ख्ये साङ्ख्ये सप्तमी विभक्ति अस्ति कृतान्ते कृतान्ते इति कृतान्ते इति कृतान्ते इति साङ्ख्ये इति पदस्य विशेषणमस्ति कृतान्ते प्रोक्तानि प्रोक्तानि कानि कारणानि सिद्धये क्रियापदमस्ति न सिद्धये इति क्रियापदं नास्ति तत्र निबोध इति एव क्रियापदं त्वं निबोध किं निबोध कारणानि निबोध कानि कारणानि पञ्च एतानि कारणानि कीदृशानि तत्र साङ्ख्ये कृतान्ते प्रोक्तानि सर्वकर्मणाम् इति षष्टि बहुवचनम् सर्वकर्मणां सिद्धये सिद्धये इत्युक्ते तत्र विभक्तिका सिद्धये सिद्धये उत्तमपुरुष उत्तमपुरुषमस्ति वा सिद्धये सिद्धये उत्तमपुरुषे अस्ति वा सिद्धये इति क्रियापदं नास्ति नामपदम् अस्ति नामपदम् सिद्धं तत्र सिद्धये इति रूपं दृष्ट्वा तत्र उषा भगिनी सिद्धये इति विभक्तिका तत्र सिद्धये प्रातिपदिकं किं भवति सिद्धये इति अस्ति हा सिद्धिः समीचीनम् अतः तत्र सप्तमी सिद्धिः सिद्धिः इति तत्र कीदृशपदमस्ति मदि मतिवत् हा अतः मत्याम् इति सप्तमी चतुर्थी विभक्ति भवति चतुर्थी चतुर्थी चतुर्थी सिद्धये चतुर्थी सिद्धये सिद्ध्यर्थं किमर्थम् इति चतुर्थी भवति खलु तत्र सिद्ध्यर्थं सिद्ध्यर्थम् अतः तत्र सर्वकर्मणां सिद्ध्यर्थम् तत्र कृतान्ते इत्युक्ते कृतान्ते इति साङ्ख्ये इति पदस्य विशेषणम् साङ्ख्यं कीदृशम् इति तत्र तस्य विशेषणम् अस्ति भगिनि कृतम् अन्ते नाम तत्र तत्र सीमा इति तत्र वेदान्तम् इति अस्ति खलु तस्मिन् अन्तर्भूतः तत्र साङ्ख्यं तत् सीमा अस्ति तत्र वेदान्तस्य सीमा इति साङ्ख्यम् अस्ति तस्मिन् उक्तमस्ति एतानि कारणानि उक्तानि सन्ति प्रोक्तानि सन्ति कीदृशानि कारणानि एतानि यत्किमपि तत्र कर्तुम् इच्छन्ति जनाः सर्वकर्मणां सिद्ध्यर्थं तत्र प्रयत्नं कुर्मः तत्र सिद्धिः न भवति खलु साधारणतया किन्तु तत्र एतानि कारणानि तत्र सर्वकर्मणां सिद्ध्यर्थं तत्र सिद्धिः भवति चेत् तत्र कारणं तत्र सिद्धिः सर्वदा न भवति तत्र किमपि कारणमस्ति चेत् सिद्धिः भवति अतः तत्र कारण पञ्चकारणानि सन्ति एतानि पञ्चकारणानि निबोध मे निबोध अपि एतानि कारणानि साङ्ख्ये अपि प्रोक्तानि इति निबोध इत्युक्ते जाना जानातु निबोध जानातु समीचीनं भगिनि निबोध नाम जानातु जानातु समीचीनं भगिनि अस्तु उत्तमम् अस्तु अन्य प्रश्नः अस्ति वा अस्मिन् वाक्ये अस्मिन् श्लोके कृतान्ते इत्युक्ते कृतं कृत कृ कृ शब्दस्य कृत कृ इति धातुः कृत इति अपि अन्ते तत्र कृतान्ते इति कन्क्लूजन् परामर्शः इति तत्र केवलम् अन्ते इति न, कृतान्ते इति एकं पदम् अस्ति भगिनि, तत्र कन्क्लूषन् इति, कन्क्लूषन् हा केवलम् एण्ड् इति न, तत्र कन्क्लूषन् इति अर्थः. न न, साङ्ख्यम् इति दर्शने यत् ते अपि तत्र दे कन्क्लूडेड् दट् दीस् आर् द फैव् फ्याक्टर्स् रेस्पान्सिबल् फार् द सक्सेस् आफ् आल् एक्षन्स् इति. अन्यप्रश्नः बोधयति इति अत्र तु हे महाबाहो इति भवति खलु, हे महाबाहो त्वं मह्यं निबोध न भवति वा? बोधयति मह्यम् इति तदेव मम मनसि आसीत् भगिनि, अतः तत्र मह्यम् इति अतः एव अहमपि चिन्तितवान् तत्र तत्र चतुर्थी इति वा इति, किन्तु तत्र हा चतुर्थी नास्ति, तत्र उक्तवती किमर्थं षष्टि इति भगिनी एकवारं पुनः पुनः वक्तुं शक्नोति वा किमर्थं षष्टि इति स्वीकृतं? तत्र मे इति चतुर्थी अपि षष्टि षष्ट्यामेव भवति अपि, तत्र चतुर्थी मम कृते जानातु इति न वदति इति मन्ये. तत्र तस्य कृते एव बुद्धः तत्र मम वचनं मम तत्र दत्तं नास्ति इति मन्ये, किन्तु मम बोधनं जानातु इति अहं तादृशार्थः. मम वचनात् अपि अस्ति न वचनात् अपि वक्तुं न, अर्थः समानार्थकः, किन्तु तत्र मम इति एव प्रायशः तत्र समीचीनं भवति, षष्टि एव समीचीनम् इति मन्ये. श्रीप्रिया भगिनी अस्तु वा? न अवगतं महोदय. अस्तु अस्तु अस्तु अस्तु हा, यदि पूर्वमपि आसीत् तत्र मम इति अर्थे एव स्वीकृतं. सत्यं सत्यं भगिनि, तत्र प्रोक्त आसुरं पार्थ मे शृणु, तत्रापि मम शृणु इति भवति, किन्तु मम वचनं वचनम् अथवा बोधनं किमपि तत्र पूरणीयं. तत्तु स्पष्टमस्ति, तत्र तु स्पष्टता अस्ति, मम वचनं शृणु इति भगवान् पार्थं प्रति वदति खलु, तत्र मम वचनं शृणु इति तादृशं. तत्र किञ्चित् पञ्चमी अर्थे अपि भवति मत् इति मन्ये तत्र, किन्तु तत्र तत्र निबोधति इत्युक्ते तत्र पुनः तत्र क्षम्यतां, तत्र तात्पर्यमस्ति तत्र मम वचनात् जानीहि इति, तदपि तदपि वक्तुं शक्नोमि. तत्र पञ्चमे एव मम वचनात् इत्युक्ते न न, मम इति तु तत्र षष्टि, मम इति तु षष्टि, वचनात् पञ्चमी, किन्तु मम एव अस्ति. मम वचनात् जानीहि तत्र, यतोहि तत्र निबोध इति तु लोट्लकारः खलु, अतः तत्र जानीहि इति तत्र तदपि वक्तुं शक्नुमः. जानीहि अपि लोट्लकारः एव खलु, त्वं देहि त्वं त्राहि त्वं जानीहि. बोधयति निजन्तरूपमेव भवति खलु महोदय, सामान्यतया बोधयति इति अस्ति चेत् न न, निबोधति निबोधति इति अस्ति भगिनि, निबोधति निबोधयति इति तत्र निच्छ नास्ति अत्र, केवलं निबोधत निबोधति इति तत्र, निबोधति इत्युक्ते तत्र बोधयति इति न, साक्षात् त्वमेव जानातु इति अर्थः. निबोध इत्युक्ते त्वं जानातु, बुद्धः भवतु इति किल महोदय, बुद्धः इत्युक्ते तत्र यः जानाति तादृशः ज्ञातवान्. सत्यं सत्यं भगिनि, अतः तत्र निबोधयति अपि अस्ति, किन्तु तत्र निबोधति इति अस्ति, तत्र निबोधति इति तत्र कस्मात् निबोधति इति तत्र भवति प्रयोगः, पञ्चमी प्रयोगः. अतः तत्र यथा भवती उक्तवती ललिता भगिनी, तत्र मम वचनात् निबोधतु इति. अतः तत्र मम एव, मम एव समीचीनम् अत्र. तत्र महोदय एकं तत्र मातृदेवो भव इति अस्ति, तत्र तादृशः भव यस्य कृते मातु माता एव देवः इति अस्ति किल महोदय, तादृशमेव मातृदेवः भव इत्युक्ते तस्य कृते माता एव देवसमाना इति. सत्यम्. अत्र अपि बुद्धः भव इति निबोध निबोध इति अर्थ इति भवति. ओ अस्तु भगिनि, सत्यं भगिनि, सत्यं बुद्धवान् भव इति, एतस्य ज्ञानस्य बुद्धिमान् भव, बुद्धिमान् भव इति. बुद्धिमान् अथवा बुद्धिमान् इति न, क्षम्यतां भगिनि, बुद्धः इति, बुद्धः सत्यं. अस्तु समीचीनं भगिनि, तदेव अस्ति, सः एव अर्थः तत्र निबोध इति. समीचीनम्. अस्तु अन्यप्रश्नः. अस्तु अग्रे सरामः. तर्हि इदानीं तत्र प्रिया भगिनी अग्रे पठति वा? अग्निर्ज्योतिरिह शुक्लः षण्मासा उत्तरायणं तत्र प्रयाता गच्छन्ति ब्रह्मविदो जनाः. अत्र प्रथमभागं स्वीकरोतु, तत्र उत्तरायणम् इति. आम्, अत्र अस्ति अग्निः ज्योतिः अहः शुक्लः षण्मासा उत्तरायणम्, एते सर्वे मार्गाः सन्ति. समीचीनम्. अग्निः मार्गः अपि च ज्योतिर्मार्गः. अहः इत्युक्ते दिनः, दिनस्य मार्गः. शुक्लपक्षौ कृष्णपक्षौ द्वौ पक्षौ स्तः, शुक्लपक्षौ मार्गे शुक्लपक्ष इति एकः मार्गः. समीचीनम्. अपि च उत्तरायणं दक्षिणायणं षड् मासाः सन्ति तस्मिन् तस्मिन् अवसरे. तत् अवसरे उत्तरायणम् इति प्रथमषण्मासे अपि तत्र उत्तरायणं कीदृशम् उत्तरायणं तत्र षण्मास तत्र तादृशं तत्र तस्य दैर्घ्यम् अस्ति खलु, तत्र दीर्घता इति. तत्र उत्तरायणं तत्र षण्मास तादृशं दीर्घम् अस्ति तत् तस्य उत्तरायणस्य. इदानीं द्वितीयमार्गः समीचीनम्. इदानीं तत्र तत्र प्रयाता, प्रयाता इत्युक्ते यस्य मरणम् अभवत् ते प्रयाता, प्रयाता एते मार्गेण गच्छन्ति चेत् ते ब्रह्मन् प्राप्नोति इति अस्ति वा? समीचीनं भगिनि, तत्र अस्तु समीचीनं. तत्र ब्रह्म इति, तत्र ब्रह्म इति अस्ति, ब्रह्मविदः जनाः इति अस्ति, ते ब्रह्म जानन्ति अपि ब्रह्मन् प्राप्नुवन्ति अपि. इदानीं तत्र तत्र गच्छन्ति इति क्रियापदं स्वीकुर्मः खलु, गच्छन्ति, गच्छन्ति बहुवचने अस्ति, जनाः गच्छन्ति, तत्रापि प्रयाताः इति अपि तत्र प्रयाताः जनाः विशेषणम् अस्ति, प्रयाताः तत्र प्रयाताः जनाः गच्छन्ति. इदानीं तत्र अन्य विशेषणम्, अन्यत् विशेषणम् अस्ति वा तत्र? ब्रह्म यः ब्रह्मविदः अस्ति, ब्रह्मविदः इति वचनं किं तत्र? ब्रह्मविदः एकवचनं वा? अहं चिन्तयामि बहुवचनम् अस्ति, ब्रह्मविद् ब्रह्मविद, सुहृत् सुहृदौ सुहृदः, ब्रह्मविद् ब्रह्मविदौ ब्रह्मविदः. समीचीनं. अतः तत्र ब्रह्मविदः तत्र प्रयातः प्रयाताः ब्रह्मविदः जनाः ब्रह्म गच्छन्ति, तत्र ब्रह्मन् इति. आम् नकारान्तः नपुंसकलिङ्गपदमस्ति हा तत्र ब्रह्म इति एव तत्र यथा कर्मण् कर्मणि इति तत्र ब्रह्म ब्रह्म गच्छन्ति तत्र तत्र अतः तत्र तत्रैव तत्र ते गच्छन्ति तत्र ब्रह्मवित् जनाः ये ब्रह्म जानन्ति ते ब्रह्म गच्छन्ति एतैः मार्गैः तत्र षण्मार्गैः हा इति समीचीनं भगिनी अस्तु उत्तमम् अस्तु प्रश्नः अस्ति वा अस्मिन् विषये अस्तु तर्हि अस्तु अग्रे गीताञ्जलि भगिनी आं महोदय महर्षयः सप्तपूर्वे चत्वारो मनवस्तथा मद्भावा मानसा जाता येषां लोक इमाः प्रजाः अस्तु अत्र इमाः प्रजाः कर्तृपदम् अस्तु तत्र इमाः प्रजाः इति अस्तु हा इमाः प्रजाः इति अस्तु तत्र इमाः प्रजाः इति तत्र प्रजाः इति लिङ्गं किं तत्र इमाः इति दृष्ट्वा इमाः प्रजाः तु स्त्रीलिङ्गम् सत्यं सत्यम् इमा इमा इमाः इति अस्ति स्त्रीलिङ्गमेव अस्ति खलु इदं शब्दस्य इति तु कर्तृपदं क्रियापदं मानस इयं प्रजाः जाताः जाताः न जाताः अपि विशेषणं तत्र सत्यं सत्यं हा जाताः अपि विशेषणं येषां लोक अस्तु महर्षयः तत्र प्रायशः तत्र इमाः प्रजाः सन्ति इति प्रायशः तत्र क्रियापदमस्ति सन्ति एव अस्तु किमपि क्रियापदम् अहं न पश्यामि समीचीनं भगिनि अस्तु तत्र इमाः प्रजाः सन्ति इति लोक हा येषां लोक इमाः जनाः लोक तत्र लोके इति अस्ति प्रायशः लोके अस्तु लोके तु सप्तमी इमाः प्रजाः लोक इमाः लोके इमाः तत्र लोक इमाः इत्युक्ते लोके लोके इमाः इति एव भवति इति मन्ये अपगच्छति इति वा हा तत्र एकारः तत्र इमाः इति अस्ति इति तत्र किमपि अस्ति भगिनि तत्र न जानामि सम्यक्तया किन्तु तत्र लोके एव भवेत् लोके लोके इमाः जनाः सन्ति इदानीं तत्र हा इदानीं तत्र मानसा इति विभक्ति का तत्र मानसा मद्भावाः न मानसा तु तृतीया हा किन्तु अत्रापि तत्र जाताः मानसाः इति एव तत्र अपि विसर्गः अस्ति भगिनि ओ मानसा ओ अस्तु सर्वे बहुवचनप्रथमा अस्ति हा मद्भावाः मानसाः जाताः इमाः इमाः प्रजाः हा प्रजाः इति तत्र सर्वं तत्र मानसाः इति अस्ति तत्र विशेषणं तत्र लोके इमाः लोपः भवति महोदय एकादश लोपः भवति महोदय हा अस्तु भगिनि हा तत्र सूत्रं न ज्ञातवान् किन्तु लोके भवेत् इति चिन्तितवान् धन्यवादः भगिनि हा अस्तु वंशीसुध भगिनी भवती एव इदानीम् अग्रे वदतु अस्मिन् श्लोके किं किम् अस्ति इति हा महर्षयः सप्तपूर्वे चत्वारो मनवस्तथा मद्भावा मानसा जाता येषां लोके इमाः प्रजाः महर्षयः सप्त महर्षयः तत्र सप्तमहर्षयः तत्र जानीमः प्रसिद्धः खलु तत्र चत्वारो तस्मात् पूर्वः तस्मात् पूर्वं मनुः चत्वारः सन्ति मद्भावा मानसा जाता किमस्ति तत्र मद्भावा मानसा जाता येषां लोके इमाः प्रजाः इत्युक्ते तत्र अर्थः किम् अस्ति महोदय मद्भावा मानसा तत्र सप्तमहर्षयः सप्तमहर्षयः सन्ति तत्र सप्तमहर्षयः के इति तत्र तत्र एकमेव मतमिति नास्ति खलु तत्र सप्तर्षयः इति सप्तर्षयः नाम तत्र हा तत्र किं तत्र सर्वेषु पुराणेषु तत्र एका एव तत्र नामानि समानानि न सन्ति खलु तत्र हा तत्र हा प्रसिद्धः तत्र किं तत्र कश्यप अत्रि वसिष्ठ अपि विश्वामित्र अपि तत्र किम् अन्यत् अन्यः कः भृगु भृगुमरीचि अत्रि पुलश्चयः पुलः क्रतु वसिष्ठ कश्यपः इति तत्र अगस्त्यः अपि तत्र अगस्त्यः अपि तत्र सप्त सप्त सप्तमहर्षिषु अन्तर्भूतः इति अपि तत्र दृश्यते अतः तत्र सप्तमहर्षयः इति चिन्तयामः तत्र के इति इदानीं मास्तु विषयः किन्तु सप्तमहर्षयः महर्षयः सप्तमहर्षयः इति अपि तत्र पूर्वे चत्वारः मनवः तत्र चत्वारः इति भिन्नं मनवः इति भिन्नम् इति मन्ये यतोहि तत्र मनवः तत्र कति मनवः सन्ति पुस्तके अस्ति महोदय पुस्तके अस्ति सनकादि सावर्णनाम प्रसिद्ध अस्ति सावर्णनाम्ने सावर्णी धर्मसावर्णी दक्षसावर्णी हा किन्तु तत्र अनेकाः मनवः अनेके मनवः सन्ति इति मन्ये सनकादिऋषयः महोदय सप्तमनवः इत्युक्ते किं भगिनि चत्वार मनवः इत्युक्ते सनकादिऋषयः चत्वारि सत् समीचीनं भगिनि हा हा हा तदपि तदपि तदपि अस्ति हा अतः तत्र चत्वारः मनवः इति तत्र सनकसनन्दसनातन सन सनत्कुमार इति हा अतः तत्र तत्र चत्वारः मनवः तथा तथा इत्युक्ते एवम् अस्ति इति उक्तं वा तथा हा तत्र ते सन्ति ते सन्ति तेभ्यः तेभ्यः तेभ्यः तेभ्यः सर्वे जनाः तत्र सर्वे सर्वाः प्रजाः ये सन्ति याः सन्ति लोके तेभ्यः जातः मम सङ्कल्पात् सर्वे जाताः न मम सङ्कल्पात् न मम सङ्कल्पात् न मम मद्भावः मद्भावः इत्युक्ते यस्य भावः तत्र मम अस्ति इति तत्र नाम तत्र तेषां स्वरूपं तत्र तेषां प्रकृति मम प्रकृतिः अस्ति इति तत्र मै नेचर् इति इत्युक्ते मत् मत् भाव इत्युक्ते मत् पञ्चमी भवति महोदय तत्र विग्रहवाक्ये मत् भाव इति भवति फ्रम् मी इति भवति वा तत् हा हा सत्यं हा सत्यं भगिनि किन्तु तत्र हा हा सत्यं तदेव अस्ति मत् इति एव अस्ति तत्र मद् किन्तु तत्र मद्भावः इति तत्र वदतु भगिनि अतः मम सङ्कल्पात् एव सर्वे जनाः उत्पन्ति इति न भवति वा मद्भावः न किन्तु तत्र भवति इति मन्ये महोदय अहमपि तत्र भवति उद्भव इति अर्थे भवति सत्यं सत्यं हा किन्तु मम तत्र अहमेव कारणम् इति न उक्तं तत्र ये याः प्रजाः सन्ति ताः सर्वाः तत्र मनवः ये सन्ति तेभ्यः जाताः इति सप्तर्षेभ्यः जाताः अथवा ते सर्वे मत् आगताः इति अपि दत्तं महोदय किं भगिनि मद्भावात् इत्यस्मिन् मत् इति भवति किल महोदय तत्र पञ्चमी मत् आगताः इति अस्तु अस्तु अस्तु किन्तु तत्र मत् आगताः इति प्रायशः तत्र मत् आगताः इति तत्र किं भवति प्रायशः तत्र उद्भव प्रभव अस्तु यदि तद् सः अर्थः भवति चेत् तत्र किं भवति उद्भवः ये तत्र मद्भावः इति अस्ति चेत् तत्र सप्तर्षयः अपि मनवः मद्भावाः इति तेभ्यः एव लोकः प्रजाः भवन्ति किन्तु ते सर्वे मत् आगताः तत् स्वीकर्तुं शक्नुमः अस्तु भगिनि हा हा हा तत् कर्तुं शक्नुमः अतः तत्र पूर्वं तत्र प्रथमतया भगवान् भगवतः तत्र सप्तर्षयः अपि तत्र चत्वारः मनवः तेभ्यः सर्वाः प्रजाः यद्यपि ते स्वयम्भुः अस्ति महोदय तत्र तु मनवः स्वयम्भुः अस्ति किल तत्र परन्तु ते अपि मत् एव आगतः इति वदन्ति तत्र हा मद्भावाः इति तत्र बार्न् आफ् मी इति भवति अपि तत्र हुआर् आफ् मै नेचर् अपि भवति भगिनि अतः तत्र सत्यं सत्यं हा अतः तत्र साक्षात् इति न किन्तु आफ् मै नेचर् इति तदपि स्वीकरोति किन्तु तत्र श्रेणी स्थापितुं शक्नुमः नाम तत्र भगवान् तदनन्तरं तत्र मनवः सप्तर्षयः तेभ्यः नाम सर्वेभ्यः तत्र सर्वाः प्रजाः ये अस्मिन् लोके सन्ति इति अपि च तत्र दृष्टवती महोदय लोक इत्यस्य अर्थः मेन्कैण्ड् इति अपि अस्ति लोकः इति अस्तु भगिनि लोक इमाः प्रजाः जाता इति तत्र हा तत्र वर्ल्ड् इति अपि अस्तु भगिनि अस्तु अतः तत्र जनाः सर्वे जनाः इति तत्र प्रजाः इति स्थाने जनाः इति अपि स्वीकर्तुं शक्नुमः अस्तु तत्र लोक विभक्तिरूपं किं भगिनि लोके इति लोके इति अपि प्रायशः भवति महोदय किन्तु लोक इति दृष्टवती लोक इत्युक्ते लोके इति लोपशाकयस्य इत्यनेन यजोयावायावः इत्यनेन तदनन्तरं लोपः भवति लोके किमः इति भवति लोके तु बहुवचनरूपमेव अस्ति अयादिसन्धि न तत्र हा अयादिसन्धि तदनन्तरं लोपः शाकयस्य इत्यनेन वकारस्य यकारस्य लोपः भवति अतः तत्र प्रायशः भवति भगिनि किन्तु तत्र लोक इत्यस्य अर्थः अपि मेन्कैण्ड् एव अस्ति मेन्कैण्ड् तु सत्यं किन्तु विभक्ति अपि मद्भावा मनसा जाता तत्र जाता येषां जाताः जाताः तत्र इमाः प्रजाः इति अस्ति लोक इति एकवचने किन्तु सप्तमी भवति लोके केवलं लोक अस्ति चेत् तत्र प्रजाः इमाः प्रजाः जाताः मनसाः मद्भावाः सर्वम् अस्ति भगिनि किन्तु तत्र इमाः प्रजाः तत्र किं क्रियापदं तु सन्ति कुत्र सन्ति ये इमाः प्रजाः लोके सप्तमी लोके लोके एव भवति लोके सन्ति भुवने सन्ति अपि तत्र येषाम् इति अपि पदमस्ति खलु अतः तत्र येषां प्रजाः इति अस्ति प्रजाः नाम तत्र पुत्रः पौत्रः अतः तत्र प्रजाः तत्र जननं तत्र जनकाः के इत्युक्ते तत्र चत्वारः मनवः अपि तत्र सप्तर्षयः इति जनाः येष तत्र जनाः इति यदि स्थापयामः तत्र केवलं जनाः इति भवति किन्तु तत्र लोके इमाः येषां प्रजाः तत्र येषां प्रजाः नाम आफ् स्प्रिङ्ग्स् इति तत्र येषां सन्तति हा इति अस्ति अतः तत्र येषां महोदय तत्र येषां इमाः प्रजाः लोक इति अपि भवति वा किन्तु तत्र अर्थः कः भगिनि लोक अस्ति चेत् इमाः प्रजाः एव एतत् लोकं न न न अस्तु अस्तु येषां लोके इवाः प्रजाः जाता जाताः जाताः जाताः तत्र तो येषां इत्यस्य सह इत्येन सह लोके इति भवति तत्र जाताः न नाम तेषां जननम् अभवत् ते जाताः इमाः प्रजाः जाताः केषां प्रजाः तत्र मनवः ये सन्ति तेषाम् अपि सप्तर्षयः ये सन्ति तेषां प्रजाः अस्मिन् लोके जाताः तदेव सन्ति तत्र अयादिसन्धिः तदनन्तरं यकारलोपः अतः लोक इमा इति भवति तत्र यकारस्य लोपः भूत्वा लोक इमा य अपगच्छति अपगच्छति लोके इमा इति मूलरूपम् अस्तु समीचीनं भगिनि अस्तु अतः तत्र लोके इति एव समीचीनं भवति अस्तु धन्यवादः धन्यवादः भगिनि सुभदा भगिनी एवं शिशुद भगिनी धन्यवादः अस्तु अग्रे तत्र नरेश महोदय अग्रिमं पठति वा आम् महोदय भूमिरापो नलो वायुः खं मनो बुद्धिरेव च अहङ्कार इतीयं मे भिन्ना प्रकृति तत्र इति इयम् इति इयम् इयम् इति स्त्रीलिङ्गे इदं शब्दस्य खलु इयम् इयम् इमे इमाः इयम् तत्र प्रथमभागं पश्यतु महोदय तत्र किं किम् अस्ति भूमिः इति एकः तदनन्तरम् आपः आपः तत्र नाम पञ्चभूताः खलु तत्र भूमिः एकम् अग्नि आपः इति तु जलं जलम् अनलो अनलः अग्नि अग्निः वायुः वायुः अतः तत्र पञ्चभूतानि तत्र भूमिः जलम् अग्निः वायुः इदानीं तत्र खं नाम खम् आकाशः आकाशः समीचीनम् आकाशः खम् इति आकाशः तदनन्तरं मनः तदनन्तरं बुद्धिः एव च समीचीनं महोदय मनः बुद्धिः एव च तत्र कति सन्ति तत्र कति पदानि सन्ति एतावत् सप्त भूमिः आपः अनिलः क्षम्यताम् अनलः वायुः खं मनः बुद्धिः इति सप्तः इदानीम् अन्तिमम् अहङ्कारः इति अहङ्कारः इदानीं तत्र अष्ट इति इयं मे पुनः तत्र मे इति अत्र अपि तत्र प्रायशः षष्टिः एव इति मन्ये मम मम भिन्ना अष्टधा अष्टधा तत्र मम प्रकृति तत्र अष्टविधम् अस्ति तत्र तत्र प्रकृतिः तत्र अष्टखण्डेषु तत्र तत्र भवति तत्र नाम तत्र खण्डाः तत्र कति खण्डाः सन्ति तत्र अष्टखण्डाः सन्ति नाम अष्टधा तत्र तत्र खण्डाः के इत्युक्ते तत्र भूमिः इति आपः जलं अपि तत्र अनलः अग्निः वायुः ख इति तत्र खम् इति आकाशः मनः तत्र मनः इति तत्र मनस् इति सकारान्तपदं तदनन्तरं बुद्धिः मतिशब्दवत् बुद्धिः अपि अहङ्कारः अहङ्कारः इति इति नाम तत्र ये तत्र समूहः इति समूहः अस्ति खलु तत्र अहङ्कार च इति तत्र मम तत्र मम प्रकृतेः तत्र अष्टविध अष्टविधं तत्र अस्ति तत्र प्रकृतिः अष्टविधा अस्ति अथवा अष्टदा अस्ति प्रकृतिः मम भिन्ना तत्र भागं कृतम् अस्ति प्रकृतेः भागं कृतम् अस्ति तत्र अतः तत्र अष्टविधम् अस्ति अतः तत्र अस्मिन् श्लोके अष्ट इति सङ्ख्या आगता अस्तु समीचीनम् अस्तु अग्रे तत्र शोभा भगिनी आं महोदय तत्र 13.6 किल महोदय हा किन्तु तत्र 13.6 सङ्ख्या समीचीना नास्ति भगिनि तद् श्लोकः तु समीचीनं किन्तु सङ्ख्या समीचीना नास्ति तदस्ति 5.13 इति तत्र अस्तु वा अस्तु सर्वकर्माणि सर्वकर्माणि मनसा संन्यस्यास्ते सुखं संन्यस्य आस्ते संन्यस्य आस्ते सुखं वशी नवद्वारे पुरे देही नैव कुर्वन् न कारयन् कुर्वन् इति शत्रन्तरूपं कारयन् अपि तत्र निच् तत्र कारयति कारयन् तदपि शत्रन्तरूपं हा न कुर्वन् न कारयन् न एव कुर्वन् न एव न कारयन् इति इदानीं तत्र समीचीनं शत्रन्तरूपम् अस्ति अपि तत्र अन्यत् किमपि क्रियापदम् अस्ति वा तत्र अस्मिन् तत्र मनसा अस्ते संन्यस्य आस्ते इति अस्ति हा संन्यस्य इति ल्यबन्तं संन्यस्य इति ल्यबन्तम् आस्ते इति किं क्रियापदं वा नामपदं वा आस्ते इति क्रियापदम् अस्ति किल हा आस्ते इति इत्युक्ते तत्र तिष्ठति तत्र हा उपविशति अथवा अस्ति इति तत्र आस्ते तत्र हा तत्र आसन्दे सः आसन्दे आस्ति आस्ते क्षम्यतां हा आस्ते सः आसन्दे आस्ते नाम उपविशति तत्र सिट् इति अर्थे अथवा अस्ति इति अपि तत्र आस्ते इति हा अतः तत्र आस्ते अपि तत्र शत्रन्तद्वयमस्ति न कुर्वन् न कारयन् इति इदानीं तत्र कः आस्ते कर्तृपदं किम् अस्ति कः आस्ते इति सर्वकर्माणि मनसा संन्यस्य आस्ते सुखं वशी नवद्वारे पुरे देही न एव कुर्वन् न कारयन् तत्र देही इति भवति वा महोदय देही देही आस्ते तत्र देही इति प्रातिपदिकं किम् अस्ति देहिन् अस्ति महोदय देहिन् यस्य देहः अस्ति अथवा तत्र यः यः देह देहस्य अभिमानी अस्ति सः देही अतः तत्र देही देह यस्य देहः अस्ति सः देही सः देही आस्ते अपि केवलं न आस्ते सः न कुर्वन् न कारयन् आस्ते सः कुत्र आस्ते सः कुत्र अस्ति सः नवद्वारे पुरे नवद्वारे यत् नवद्वारे पुरे हा तत्र यस्य यस्य पुरा इति पुरा इति पुरम् इति तत्र देहं पुरम् इति अपि सत्यं तदेव अस्ति तदेव अस्ति पुरं नाम साधारणतया नगरम् इति किन्तु स्थानम् इति अत्र देहमेव स्थानम् कीदृशम् इत्युक्ते नवद्वारयुक्त देहः तत्र नवद्वाराः तत्र सन्ति खलु देहस्य अतः तत्र नवद्वारदेहः इति तस्मिन् आस्ते कः आस्ते देही आस्ते अपि केवलं तत्र तावदेव नास्ति तत्र ओ अस्तु अस्तु समयः अपि जातः अस्तु तत्र तत्र कुर्मः तत्र अन्यत् किमपि अस्ति तत्र वशी इति अस्ति सः किं सर्वकर्माणि मनसा संन्यस्य नाम संन्यस्य नाम संन्यस्य त्यक्त्वा त्यक्त्वा त्यक्त्वा इति संन्यास इत्यस्य इति त्यक्त्वा तत्र सर्वकर्मान् मनसा मनसा त्यक्त्वा आस्ते उपविशति उपविशति उपविशति नवद्वारे पुरे पुरे पुरे देहि देहि देहि अपि वशी सुखं वशी वशी इत्युक्ते किं महोदय सुखं वशी यः तत्र वशं कृतवान् ओ वशिन् अस्ति प्रातिपदिकं हा तत्र हा वशिन् हा वशिन् तत्र हा वशिन् इति नकारान्तपदं तः सः वशिन् सः तत्र तत्र सः सर्वान् वशीकृतवान् अतः तत्र सः वशी सः कीदृशमस्ति सः न करोति न किमपि न करोति अपि न किमपि न कारयति अतः तत्र केवलम् आस्ते सः न एव कुर्वन् न कारयन् आस्ते सः नाम सः ध्याने अस्ति तत्र सः किमपि न करोति न कारयति न कारयति नवद्वारे सः सुखेन आस्ते सुखेन अस्ति उपविशति नवद्वारे नवद्वारे देहे इति अस्तु अत्र प्रायशः बहु किमपि अस्ति अस्मिन् विषये वक्तुं किन्तु सन्न्यस्य सन्न्यस्य इति सन्न्यस्य लेबन्तम् त्यक्त्वा त्यक्त्वा त्यक्त्वा इति अहम् उक्तवान् सत् समीचीनं भगिनि परित्यज्य समीचीनं हा परित्यज्य भवति चेत् लेबन्तं त्यक्त्वा अस्ति चेत् त्वान्तं यतोहि तत्र उपसर्गः नास्ति हा समीचीनं भगिनि हा धन्यवादः अस्तु महोदय तत्र एकं वक्तुम् इच्छामि तत्र ये वदन्ति शरीरः वायुगोलः इव भवति इत्युक्ते तत्र वायु नवद्वारः अस्ति परन्तु वायुगोले इत्युक्ते बलून् बलून् तत्र वायु बहिः न गच्छति इति एव तत्र भगवतः सृष्टि इति वदन्ति अस्तु समीचीनं भगिनि हा सत्यमेव सत्यं भगिनि हा हा हा सत्यमेव किम् उक्तवती शरीरः वायुगोलः इव अस्ति बलून् इव परन्तु बलून् इति एकः छेदः अस्ति तत्र वायु बहिः गच्छति परन्तु वायुगोलः नवद्वारे अस्ति परन्तु तत्र बहिः न गच्छति इति भगवतः सृष्टि माया इति वक्तुं शक्यते किन्तु तत्र समीचीनमेव तत्र वायुः तत्र न गच्छति सत्यं हा समीचीनम् अस्तु अस्तु तर्हि तत्र महोदय तत्र कृतान्ते इति पदम् आगतं किल यतोहि कृतान्ते इति भवति कृतान्तः इत्युक्ते यमः इति अस्ति इति दृष्टं मया कृतान्ते यः आगच्छति एकः अर्थः भवति भगिनि किन्तु अस्मिन् श्लोके प्रायशः तद् नास्ति न न अस्मिन् श्लोके न महोदय यतोहि सः कृतान्ते आगच्छति किल सर्वं कृतान्तः इति तस्य नाम अस्तु भगिनि हा अस्तु समीचीनम् अस्तु तर्हि तत्र हा शुभदा भगिनी तत्र भवती तत्र अन्ते शान्तिमन्त्रं वदति वा भगिनि आं महोदय हा ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्तिश्शान्तिश्शान्तिः श्रीगुरुभ्यो नमः हरिः ओम् धन्यवादः महोदय धन्यवादः भगिनी